नमस्कारः सर्वेषाम् अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्. आर्धधातुकप्रकरणम् इत्यत्र ल्यप् प्रत्ययः 11B इति अस्ति, तद् अद्य आरम्भं कुर्मः. तस्य विषयं किञ्चित् पठामः. नमस्ते विजया भगिनि. तदेव भगिन्याः किमपि एको रूपेण आगच्छति. अस्तु विजया भगिनी, तत्र 11B इति ल्यप् प्रत्ययः इति पाठः. अस्तु महोदय, भवानेव आरम्भं. महोदय, भवानेव आरम्भः. अस्तु अस्तु. धातुतः सर्वे विधीयमानाः प्रत्ययः सिङः कृतश्च अष्टाध्यायाः तृतीयाध्याये विहिताः. एकनिमिषं क्षम्यताम्. धातुतः सर्वे विधीयमानाः प्रत्ययाः सिङः कृतश्च अष्टाध्यायः तृतीयाध्याये विहिताः, यत्र धातोः प्रत्ययः इति अनयोः अधिकारः. पूर्वमेव अवगतं यत् आरम्भे तिङ्प्रत्ययः सर्वे सार्वधातुकाः तिङ्क्षित् सार्वधातुकम् इति सूत्रेण. अत्र अनुवृत्तिसहितसूत्रम् अवलोकयामः. धातोः परश्च तिङ्क्षित् प्रत्ययः सार्वधातुकम्. अतः सार्वधातुकस्य कृते प्रथमः नियमः अयं यत् प्रत्ययः धातुतः विहितः स्यात्. धातुतः विहितः नास्ति चेत् सार्वधातुकत्वस्य प्रश्नः नैव उदेति. तदा धातुतः विहितश्चेत् तिङ् चेत् सार्वधातुकम् इति सामान्यतया निश्चितम्. लिट् लकारे आचिङ् लकारे तिङ्प्रत्ययः अपवादत्वेन आर्धातुकं भवति, परन्तु कृत् चेत् किमपि नैश्चित्यं नास्ति यत् सार्वधातुकं भवेत् कृत् षित् कृत् सार्वधातुकं भवेत् इति. कृत् षित् अस्ति चेदेव सार्वधातुकः. कृत् प्रत्ययेषु नवशितः, ते च शत्र शानच् शानच् शानच् चानश् शानन् कश् श एष् शध्यै शध्यैन् इति नवशितः. एषु द्वौ प्रसिद्धौ शत्र शानच्. अवशिष्टाः सर्वे कृत् प्रत्ययः आर्धातुकः अनुधातुकः शेषः इति सूत्रेण. तेषु षित्व अभावात् त्वा प्रत्ययः अपि अस्ति, ल्यप् प्रत्ययः अपि अस्ति इति अस्ति. तत्र अत्र दत्तमस्ति धातुतः सर्वे विधीयमानप्रत्ययाः द्विविधाः, तत्र तिङः कृतश्च इति. यदि तिङ् अस्ति चेत् तत्र तिङ्प्रत्ययः सर्वे सार्वधातुकाः तिङ्क्षित् सार्वधातुकसूत्रेण इति अस्ति. अपि च यदा धातो साक्षात् विधीयमान अस्ति चेदेव भवति तेषां तत्र धात्वाधिकारे अस्ति चेदेव भवति तेषां सार्वधातुक इति. अन्यथा न भवति. किमर्थम् इति चेत् तत्र अन्येषु सुप्रत्यये सुप्रातिपदिकेषु विधीयमानः तिङ्क्षित् अथवा आर्धा सार्धातुक इति नैव उदेति, तत्र तादृशं नास्ति इति अस्ति. अपि च तत्र तिङ् अस्ति चेदपि कुत्रचित् तत्र आर्धातुकाः भवन्ति. लिट् लकारे आशीर् लकारे वयं दृष्टवन्तः, तत्र तेषाम् आर्धातुकं भवति तिङ् अस्ति चेदपि, मध्ये किमपि नास्ति चेदपि तेषां भवति इति अस्ति. परन्तु कृत् चेत् तत्र सार्वधातुकं भवति वा आर्धातुकं भवति वा इति वक्तुं न पारयामः. परन्तु यदि शीत् अस्ति चेत् तेषां सार्वधातुकसंज्ञा भवति. कृत् सत्येषु शीत् नास्ति चेत् तेषाम् आर्धातुकसंज्ञा भवति. तर्हि शीतः के इत्युक्ते तत्र नवप्रत्ययाः कृत् प्रत्ययाः सन्ति. तेषु प्रसिद्धौ द्वौ स्तः शत्रुशानच्, अन्ये प्रायः वेदे चानश् शानन् कश् श एष् शध्ये शध्येदिति एते प्रत्ययाः सन्ति कृत् प्रत्ययाः इति. ते सार्वधातुकप्रत्ययः किमर्थमिति तत्र शकारैस्संज्ञकः अस्ति इति दत्तमस्ति. अवशिष्टाः सर्वे आर्धातुकः शेषः इति सूत्रेण आर्धातुकप्रत्ययाः. तेषु एकः अस्ति त्वा प्रत्ययः, त्वा प्रत्ययः शित् नास्ति इति कृत्वा आर्धात्मकप्रत्ययः लेप् अपि लेप् प्रत्ययः अपि तथैव अस्ति तद् एतत् शित् नास्ति इति कृत्वा एषः आर्धात्मकप्रत्ययः इति अस्ति. समीचीनम्. अतः 11B इति तत्र द्वित्वस्य किमपि प्रसङ्गः नास्ति, केवलं तत्र इडागमः न भवति. अतः एव तत्र 11B किमर्थम् इति चिन्तितवती. तत्र बि इति न आवश्यकं, परन्तु तत् प्रथमभागः किल. आमां, तत्र आर्धात्मकलकारेषु आर्धात्मकप्रत्ययेषु प्रथमः अनेक प्रत्ययानामेव अस्माकं वयं दृष्टवन्तः खलु. इति एतद् अन्तिमं चिन्तयामि. सत्यम्. आम् सत्यम्. अन्तिमं 11B इति अन्तिमं 11 इति द्वित्वं प्रायः 11 इति भवेत्, 11B द्वित्वम् इति भवेत् प्रायः. तत् अनन्तरं कृतवन्तः इति कारणेन प्रायः महोदयेन अत्र योजितं बि इति. अतः तत्र केवलम् इडागमचिन्तनं नास्ति ल्यप् इत्यत्र, अतः एव तत्र योजितम्. अनन्तरम् इडागमः आगच्छति. अतः तद् अर्धदाने ल्यप् भवति, परन्तु त्वा इति इडियोग्यः अस्ति, परन्तु ल्यप् इति नास्ति इति कृत्वा अत्र योजितमस्ति. इदानीं सत्यं, प्रथमं ल्यप् अनन्तरं त्वा अनन्तरम् आगच्छति. समीचीनम्. धन्यवादः महोदय. अरुणा भगिनी पठति वा? आं भगिनि, श्रूयते वा? आम् आम्. अस्य महत्त्वम् अस्माभिः परिशीलितं पूर्वमेव बहुत्र तिङ्प्रसङ्गे कृत्प्रसङ्गे च. प्रत्ययः सार्वधातुकः चेत् कर्तरिष इति सूत्रेण कर्तत्रे धातु प्रत्ययोः मध्ये धातुगुणनिमित्तकविकरणप्रत्ययः विहितो भवति. अनेन दशानां धातुगुणानां रूपभेदः निष्पद्यते. ल्यप्रत्ययः यतोहि सार्वधातुकसञ्ज्ञकः नास्ति, तदर्थं सबादिप्रत्ययः न विधीयन्ते, अतः धातुगुणचिन्तनं न अपेक्षितम्. पूर्वं वयं पठितवन्तः तिङ्प्रसङ्गे कृत्प्रसङ्गे किं किं भवति इति. तद् अधुना प्रत्यय सार्वधातुक अस्ति चेत् कर्तरि शप् इति सूत्रेण कर्तर्त्रे धातुः धातुप्रत्ययोः मध्ये गुणविकरणप्रत्ययविहितः अनेन दशानां धातुगुणानां रूपभेदः निष्पद्यन्ते. परन्तु ल्यप्रत्यय सार्वधातुकः नास्ति, तदर्थं सबादिप्रत्ययः न विधीयन्ते, अतः गुणनिचिन्तनं न अपेक्षितम्. तदेव. अतः गुणचिन्तनं न भवति. तत्र सत्यं, तद् सार्वधातुकसंज्ञकः नास्ति, शबादिप्रत्ययः न विधीयन्ते, अतः धातुगणचिन्तनं तत्र न भवति इति. अग्रिमपरिच्छेदः अपि पठतु भगिनि, लघु एव अस्ति. हार्दधातुकत्वात् इडागमचिन्तनम् अपेक्षितं, परन्तु ल्यप् प्रत्ययः यकारादिः. एतावता अनेक यकारादयः प्रत्ययाः अधीताः. यक् कर्मणि यक् यासुट् आशीर्लिङ् लकारः परस्मैपदे, यङ्गन्तेषु यङ् लुगन्तेषु च अस्माभिः दृष्टं यत् यकारः यतोहि वल् प्रत्ययः नास्ति, अतः आर्धधातुकस्य फलादेः इति सूत्रेण इडागमः न विधीयते. वयं जानीमः आर्धधातुक प्रत्ययः अस्ति चेत् सामान्यतया इडागमः अपेक्षित, परन्तु लप् प्रत्ययः इडागमचिन्तनं नास्ति. किमर्थम् इति चेत् प्रत्ययः यकार आदौ अस्ति निर्बन्धन अनन्तरम्. उदाहरणमस्ति यक् कर्मणि यक् यासुट् आशीर्लिङ् केवलं परस्मैपदेषु, यङ्गन्तेषु यङ् लुगन्तेषु यत् यकारः अस्ति तत् वल् प्रत्याहारे नास्ति इति कृत्वा आदधातुकसिद्वलादेः सूत्रेण इदागमः न भवति. सत्यम्. अतः तद् यकारादिप्रत्ययः अस्ति, पूर्वमेव वयम् अस्माभिः दृष्टमेव यकारादिप्रत्ययः एतावता अतः तत्र वल्प्रत्याहारे नास्ति इति कारणेन तत्र आर्धधातुकस्य इड्वलादेः इत्यनेन इडागमः न भवति. प्रायः एतदेव अन्तिमप्रत्ययः अस्ति यत्र इडागमः न भवति. अग्रे इडागमचिन्तनम्, अनन्तरम् इडागमः कुत्र कुत्र भवति इति पश्यामः. समीचीनं भगिनि, धन्यवादः. विजया भगिनी पठितुं शक्यते वा? महोदय, भवान् एव पठति वा? प्रायः सः किमपि आडियो आर्धास्केड्वलादेः खलु ततः आर्धातुकस्य आर्धधातुकस्य एड्वलादेः आर्धधातुकस्य एड्वलादेः इति सप्तम अध्यायस्य द्वितीयपादस्य पञ्चत्रिंशत्तमं सूत्रम्. आर्धधातुकप्रत्ययस्य आदौ वल् प्रत्याहारे अन्यतमवर्णम् अस्ति चेत् तस्य इडागमः भवति. वलादेः आर्धातुकस्य इडागमः स्यात्. इट् आगमः टित्, अतः आद्यन्तौ टकितौ इत्यनेन प्रत्ययस्य आदौ आयाति. वल् प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि. वल् आदौ यस्य स वलादी बहुरिः तस्य वलादेः आर्धातुकस्य षष्ट्यन्तम् इट् प्रथमान्तम् वलादेः षष्ट्यन्तं त्रिपदविधं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तस्य सूत्रमस्ति. अङ्गात् वलादेः आर्धातुकस्य इट् इति तत्र अङ्गस्य इट् वलादेः इति वयं जानीमः. तत्र वलादि प्रत्ययः अस्ति चेत् तथा प्रत्ययः वलादि अस्ति चेत् तस्य इडागमः भवति. आद्यत टकितेन टीत् अस्ति इति कृत्वा आदौ भवति. वलादि वयं जानीमः हल् इत्यस्मिन् तत्र यकारं विहाय सर्वाणि व्यञ्जनानि आगच्छन्ति. अतः तेषां तत्र सामान्यतः तेषां इडागमः भवति. आर्धातुकप्रत्ययस्य इडागमः भवति इति कित् नास्ति चेत् तस्य तत्र वयं जानीमः खलु आर्धात्वं शेष इति तस्य इदानीम् इडागमः भवति इति अस्ति तत्र. आम् महोदय, अग्रे चतुर्दशवर्गाः. चतुर्दशवर्गाः यत्र यत्र कृत् प्रत्ययः आर्धातुकः तत्र तत्र धातुकणम् आधारीकृतभेदः न वर्तते. यत्र यत्र कृत् प्रत्ययः आर्धातुकः तत्र तत्र धातुकणम् आधारीकृतभेदः न वर्तते. अतः यथा आर्धातुकलकाराः आर्धातुकप्रत्ययानां प्रक्रियार्थं धातूनाम् अन्तिमवर्णम् अनुसृत्य चतुर्दशवर्गेषु विभज्यते. अस्तु, तत्र वयं जानीमः आर्धात्कप्रत्ययेषु तत्र धातुगुणचिन्तनं न अपेक्षितं. तत्र धातुनिमित्तिक प्रत्ययः न आयाति इति कृत्वा अतः तत्र वयम् आर्धात्कप्रत्ययानां प्रक्रियार्थं वयं धातूनाम् अन्तिमवर्णम् अनुसृत्य तत्र चतुर्दशविभागेषु चतुर्दशविभागान् कृत्वा प्रक्रियाम् अनुसरणं. तत्र एते चतुर्दशवर्गाः अकारान्ताः यथा कथगणरच इत्यादयः, आकारान्तः यथा पालावा दा इति इत्यादयः, ईकारान्तः यथा जी श्वी ची की रि इत्यादयः, ईकारान्तः यथा नी षी दि क्रि दि इत्यादयः, उकारान्तः द्रू नु कु गु षु इत्यादयः, ऊकारान्तः यथा भू लु पू नु मु इत्यादयः, ऋकारान्तः यथा हृ भृ दृ मृ इत्यादयः, दीर्घऋकारान्तः यथा झृ स्पृ दृ वृ इत्यादयः, एजन्ताः ग्लैं लै धे ध्यै पै शो क्षो इत्यादयः, अदुपदाः यथा पट् चल् तत्र यदा हलन्तदातु अस्ति चेत् तत्र उपदां वर्णम् अनुसृत्य भवति. अदुपददातवः पट् चल् इत्यादयः, इदुपद इत्युक्ते चित् मिद् चिद् इत्यादयः, उदुपददातः बुद् शुद् मुद् उपु इत्यादयः, ऋदुपददातवः कृष् वृष्. तत्र अनन्तरम् अवशिष्टः किमर्थं चेत् उपधायां केवलं ह्रस्व इक् वर्णस्य एव गुणः भवति इति कृत्वा तत्पर्यन्तमेव तत्र वयं कुर्मः. अनन्तरम् अवशिष्टः सर्वे तत्र किमपि कार्यं न भवति इति कृत्वा तत्र नील् शीक् बुक् तत्र उपधायां दीर्घ इक् वर्णः अथवा संयुक्तवर्ण खल् वर्णः अस्ति चेत् उपधायाम् अस्ति चेत् तेषां भवति अञ्च् धातुः तत्र उपधायाम् अनुनासिका अस्ति इति कृत्वा सत्यम् इति एतदेव मातुः वैशिष्ट्यं मात्रा कृतं चतुर्दशवर्गीकरणम् इति समीचीनं धन्यवादः महोदय. विजया भगिनी इदानीम् आडियो सम्यक् अस्ति वा? आम् महोदय. आम् पठतु भगिनि. ल्यप् प्रत्ययः प्राप्तं वा? आम् लेवेन् मध्ये वा? लेवेन् बि मध्ये ल्यप् प्रत्ययः समासे नञ् पूर्वे क्वो यप् इति सूत्रम्. 11B यङ्गन्त धातवः 11 इति 10 यङ्गन्त धातवः तद् अभवत् भगिनि. 11B इति अहं चाट् मध्ये अस्ति खलु महोदय. 11B तस्य अनन्तरं 11 इति द्वित्वं, 11B इति तत्र यङ्ग् क्षम्यतां ल्यप् प्रत्ययः तत्र चाट् मध्ये योजयिष्यामि. तस्मात् प्रेषितं तत् नोदयतु तद् ल्यप् प्रत्ययः धातुतः एतदेव खलु. तस्य अनन्तरं गच्छतु. तत्र ल्यप् प्रत्ययः समासे नञ् पूर्वे क्वो ल्यप् इति सूत्रं. समासे नञ् पूर्वे क्वो लिप् ल्यप् इति अस्ति. समासे नञ् पूर्वे क्वो ल्यप् ल्यप् यस्मिन् समासे पूर्वपदं नञ् भिन्न अव्ययं भवति यस्मिन् धातोः परस्य क्त्वा प्रत्ययस्य स्थाने ल्यप् प्रत्ययं भवति. सिद्धान्तकौमुद्याम् अव्ययव पूर्वपद अनै समासे क्त्वा ल्यप् आदेशक भवति. आदेशक स्यात् न नै अनै अनै पूर्व यस्मिन् सः अनै पूर्वः तस्मिन् अनै इत्यस्मिन् पर्युदास प्रतिषेधः नै भिन्नं नै सदृशं पदम् इत्युक्ते अव्ययं स्यात् किन्तु नै इति अव्ययं न स्यात्. समासे सप्तम्यन्तम् अनै पूर्वे सप्तम्यन्तं त्वा षष्ट्यन्तं ल्यप् प्रथमान्तम् अनेकपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं समासे अनै पूर्वे त्वः ल्यप् समासे वयं सर्वे जानन्ति एव त्वा स्थाने ल्यप् भवन्ति इति कार्यं कृत्वा इति कार्यं कृत्य इति वयं जानीमः. एतत् किञ्चित् स्थाने अव्ययपदम् अस्ति किञ्चित् स्थाने अव्ययपदं नास्ति इति तत्र दत्तं. नञ् इति अव्ययं न स्यात् इति अस्ति समासे एव. यत् अत्र अनै पूर्वः त्वः ल्यप् भवति इति तत्र दत्तम्. एतदेव अत्र सारांशं खलु महोदय? सत्यम्. अतः यत्र पूर्वपदं नञ् भिन्नम् अव्ययं भवति समासे यथा पूर्वपदं नञ् नास्ति तद्भिन्नम् अव्ययं भवति. तत्र धातोः परस्य प्रथमं धातोः परस्य त्वा एव विधीयते, साक्षात् त्वा एव विधीयते. परन्तु इदानीं तत्र नैभिन्नम् अव्ययम् अस्ति इति कारणेन धातोः पूर्वं तस्य त्वा प्रत्ययस्य स्थाने ल्यप् प्रत्ययः भवति. तदेव तत्र सिद्धान्तकौमुद्याम् उक्तमस्ति अव्ययपूर्वपदे अनै समासे यत्र समासे नञ् नास्ति तत्र त्वा प्रत्ययस्य स्थाने ल्यबादेशः भवति इति तत्र उक्तम्. किमपि अन्यत् अस्ति अत्र? पर्युदासप्रतिषेधः अनै इति तत्र नै भिन्नम् इति कारणेन पर्युदासप्रतिषेधः प्रसज्य पर्युदास इति पूर्वं दृष्टवन्तः किल अत्र पर्युदासप्रतिषेधः कोऽपि प्रत्ययः अग्रिमपरि आम् आम् सत्यं यत् कोऽपि अन्यत् भवेत् परन्तु नै न भवेत् नै भिन्नः भवेत् परन्तु किमपि पूर्वं भवेत् तदा एव ल्यप् विधीयते अथवा त्वा एव तिष्ठति समासे अनै पूर्वे त्वः ल्यप् त्वः स्थाने ल्यप् त्वः इति तत् षष्टि अन्तम् आम् तस्मिन् नै भिन्नं नै सदृशम् इत्युक्ते तत्र सर्वदा तत्र ल्यप् प्रत्यय अव्य समासे अव्ययस्य एव भवति खलु अव्ययस्य अव्ययभवे अव्ययस्य नै इति अव्ययमस्ति अतः अव्यय तत्र उपसर्गाणाम् अव्ययं भवति अत्र तत्र च्युयि प्रत्ययेन निर्मितः उररीकृत्य तत्र तत्रापि तादृश च्युयि प्रत्ययेन शुचीकृत्य इति खलु तत्र तादृश आम् सत्यं सत्यं तत्र तेषामपि अव्ययसंज्ञा अस्ति च्युयि प्रत्ययान्तान् अव्ययसंज्ञा अस्ति अतः तत्रापि स्वप्रत्ययःस्थाने ल्यप् आदेशः भवति ल्यप् वयं सामान्यतः उपसर्गाणां योजने एव दृष्टवन्तः ल्यप् लेवन्तरूपं सत्यं सामान्यतः सत्यं तादृश अव्ययस्य अत्र अव्ययमस्ति इति कृत्वा अनै अनै नै भिन्ना नै नै भिन्ना नै सदृश अव्ययमस्ति इति कृत्वा तत्रापि ल्यप् भवति इति समीचीनम् आम् सत्यं सत्यम् अस्मिन् करपत्रे अस्य विषये अस्ति वा इति पश्यामः परन्तु सम्यक् एव आम् आम् आम् स्वीप्रत्ययः सत्यं सत्यं महोदय सारांशेन वदतु महोदय किं वदति तत्र नै भिन्नः नै सदृश उक्तं नै इति अव्ययमस्ति तर्हि कोऽपि अव्ययोजने सामान्यतः वयं दृष्टवन्तः तर्हि उपसर्गाः सर्वे अव्ययः खलु उपसर्गाः अव्ययानि तेषां भवति अपि च तत्र उपसर्गसदृश एव तद् च्विप्रत्ययान्तः शब्दाः अव्ययसंज्ञकाः भवन्ति शुचीकृत्य पुररीकृत्य तत्र तादृश स्वीप्रत्ययान्तः शब्दः अस्ति खलु दीर्घ इत्वं भवति खलु तेषामपि योगे तत्र लप्रत्ययः भवति अतः शुची कृत्वा इति न भवति शुचि इति नै तत्र उपसर्गः नास्ति शुचि इति अव्ययम् अस्ति नै भिन्नः सदृशः इति कृत्वा लप्रत्ययः भवति त्वा स्थाने इति उक्तं धन्यवादः अस्तु आम् महोदय भवतः अरुणा भगिनी भवत्याः क्रमः ल्यप् प्रत्ययः विधीयते त्वा प्रत्ययस्य स्थाने ल्यप् प्रत्ययः विधीयते त्वा प्रत्ययस्य स्थाने त्वा प्रत्ययः कित् अतः स्थानिवत् आदेशो अनल्विदो इत्यनेन ल्यप् इति प्रत्यये कित्त्वम् आध्यारोपितो भवति स्थानिवत् आदेश अनल्विदो इति सूत्रेण आदेशस्थानिवद् भवति नाम स्थानिनि ये गुणाः सन्ति ते आदेशे अपि उपस्थिताः भवन्ति लप् प्रत्ययः त्वा प्रत्ययस्थाने विधीयते अधुना स्थानिवत् आदेशो अनल्विदो इति सूत्रेण त्वा वयं जानीमः क्ता प्रत्यय कित् अतः लप् अपि प्रत्यय कित्त्वं भवति अध्यारोपितं भवति स्थानिवत् आदेश अनल्विदौ इति सूत्रेण आदेशः स्थानिवद् भवति इति अत्र अर्थं किमिति चेत् नाम स्थानिनि ये गुणाः सन्ति ते आदेशे अपि अध्यारोपिताः भवन्ति सत्यं अतः तत्र क्वा प्रत्ययस्य स्थाने यद्यपि ल्यप् भवति क्वा प्रत्ययस्य ये ये धर्माः सन्ति तत्सर्वं तत्र अध्यारोपितं ल्यप् प्रत्यये तत्र कित्वात् किमपि कार्यं भवति चेत् तद् ल्यप् इति प्रत्ययस्य योजनेन अपि तद् समानकार्यमेव भवति अतः क्वा प्रत्ययस्य किमर्थं त्वा प्रत्ययः योजयामः तदेव कारणं ल्यप् प्रत्ययस्यापि भवति, तदेव प्रायः अग्रे अस्ति भगिनी भवती एव जानीमः यत् यदा कोऽपि एकः एव कर्ता एकं क्रियां कृत्वा अन्यां क्रियां करोति तदा प्रथमक्रियेन धातुना व्यक्ता तस्य धातोः क्त्वा प्रत्ययः भवति, परन्तु यदि धातोः पूर्वम् उपसर्गः अस्ति इत्युक्ते यदि समासः अस्ति अपि च पूर्वपदं नैभिन्न अव्ययम् अस्ति तर्हि क्वा प्रत्ययस्य स्थाने ल्यप् प्रत्ययः विहितो भवति, यथा गत्वा किन्तु आगत्य, पठित्वा किन्तु प्रपठ्य, लङ्घित्वा किन्तु अलङ्घत्य, उल्लङ्घ्य. ओके, वयं जानीमः क्त्वा प्रत्यय कुत्र विधीयते इति. एककाले एककर्तः एककार्यं कृत्वा अन्यकार्यं करोति, तत्समये तत् प्रथमक्रियेन धातुना त्वा प्रत्यय विधीयते, व्यक्त्या विधीयते. परन्तु यदि अन्य नियमानि पूर्व उपसर्गः अस्ति चेत् समासे अस्ति अपि पूर्वपदं नै भिन्न अव्ययमस्ति तर्हि त्वा प्रत्ययस्थाने लप् प्रत्यय हितः भवति. उदाहरणमस्ति यथा गत्वा किन्तु आगत्य, अत्र आ इति उपसर्ग, पठित्वा किन्तु प्रपठ्य, अत्रापि प्र इति उपसर्गः अस्ति, लङ्घित्वा उल्लङ्घ्य उल्लङ्घ्य इति रूपम् उल्लङ्घ्य उल्लङ्घ्य इति निष्पन्नं भवति. अपि च पठामि भगिनि, अपि च यदि तच्च अव्ययं नय् इति निषेधवाचकम् अव्ययमस्ति आ अथवा अन् तर्हि त्वा प्रत्ययः एव तिष्ठति, ल्यप् प्रत्ययः तत्र न विधीयते. यथा कृत्वा, अकृत्वा, पठित्वा, अपठित्वा, अशित्वा, अनशित्वा इत्यादीनि रूपाणि. अपि यदि अव्ययं नय् इति वाचकम् अव्ययम् अस्ति, नय् इति निषेधकवाचकम् अव्ययम् अस्ति, उदाहरणम् आ अथवा अन् प्रत्यय अत्र समासे प्रथमम् अस्ति चेत् त्वा प्रत्यये एव तिष्ठति, न तु ल्यप्. समीचीनं. तत्र यदा तत्र निषेधः अस्ति, पठित्वा इत्युक्ते सः न पठति इति, अपठित्वा विद्यालयं गच्छति, पठनं अकृत्वा सः गतवान् इति अर्थः, अकृत्वा अपठित्वा, तादृशस्थलेषु यत्र निषेधः अस्ति तत् कार्यं सः न कृत्वा गच्छति इति, तत्र क्त्वा प्रत्ययः एव तिष्ठति, तत्र तु ल्यप् न विधीयते. परन्तु तत्र यथा उपसर्गः नै भिन्न अव्ययम् उपसर्गाः यति इति यद्वयं जानीमः, तादृशस्थलेषु तु ल्यप् विधीयते त्वा प्रत्ययस्य स्थाने, परन्तु अर्थः समानः. अपठित्वा गच्छति इत्यत्र यद् अर्थः अस्ति सः त्वा प्रत्ययस्य, यत् एकः एव कर्ता सः कार्यद्वयम्, एकं कार्यं समाप्य अन्य द्वितीयं कार्यं यदा करोति तादृश अर्थः भवति. सः अपठित्वा विद्यालयं गच्छति, रामः अपठित्वा विद्यालयं गच्छति, रामः प्रपठ्य विद्यालयं गच्छति. प्रपठ्य इत्यत्र सम्यक् पठित्वा इति अर्थः, अपठित्वा इत्यत्र पठनं विना. अन् उदाहरणं किं भगिनि, अन् उदाहरणं अन् उदाहरण अन अनशित्वा अन इति अत्रापि अव्यय नै एव निषेधात्म निषेधात्मकः एव ओके अनशित्वा सः किमपि करोति परन्तु तद् यदा तत्र एकां क्रियां कृत्वा अन्यां क्रियां करोति इति यदस्ति तदेव स्व ल्यप् द्वयोः अपि अर्थः तदेव आरोपितम् अवगतं किल अवगतं भगिनि धन्यवादः अन्यविषयः अत्र स्व प्रत्यये कित् स्थानिवत् आदेश अनुविधौ इति इत्यनेन कित्त्वम् अध्यारोपितं भवति इति दत्तं परन्तु अलाशितगुणधर्मः खलु कित्त्वम् अलाशितगुणधर्मः चेत् तद् अल्विधिः भवति तर्हि तत्र न भवेत् इति अत्र अनेन न भवति अत्र दीलेशमहोदयेन अपि लिखितमासीत् तज्ज्ञापकसूत्रमस्ति शेर्ह पिच्च इति सि इति पित् अस्ति खलु तर्हि पित् अस्ति चेत् हि अपि पित् भवेत् किमर्थम् इति तत्र पित्त्वम् आरोपितमस्ति पित्त्वम् अस्ति पित्स्थाने पित्त्वगुणमस्ति तर्हि तत्र हि इत्यस्य अपि पित् पित् भवेत् अतः अपि इति शेर्य पिच्च इति उक्तम् अतः तत्र इत्संज्ञकगुणधर्मः तत्र अस्य अपवादः अस्ति तत्र ज्ञापकसूत्रात् एव इत्संज्ञकगुणधर्मः तत्र यद्यपि अल्विधिः अस्ति तथापि तत्र अध्यारोपितं भवति तर्हि स्थानिवत् आदेश अनल्विधौ इति एतत् भवति एतत् सूत्रेण न भवति इति चिन्तयामि अल्विधि अस्ति खलु अल्विधि एव अस्ति खलु तत्र इत्यस्य भवान् यद् उक्तवान् तद् लेखनं कुत्र अस्ति इति तत्र स्थानिवत् आदेश अनल्विधौ इत्यस्मिन् पूर्वमपि दृष्टवान् आसीत् किमर्थमिति यदि सि स्थाने हि भवति तर्हि अत्र पित् भवेत् खलु तत्र अतः अपित् इति उक्तं तदेव ज्ञापकम् इति तत्र तत्र पित् भवति खलु पित्त्वं यथा अत्र कित्त्वम् आरोपितं तत्रापि पित्त्वम् आरोपितं भवितुमर्हति खलु सत्यं सत्यम् आम् अतः अपित् अतः अपित् इति उक्तं अत्र अधः केवलम् एकवर्ण आश्रितः ते अल् आश्रितः गुणधर्माः नाम्ना जायन्ते तद्वयं पूर्वं पठन्तिवद्भावः इत्संज्ञायाः स्थानिवद्भावः इत्संज्ञायाः स्थानिवद्भावः स्थानिनः इत्संज्ञकविशिष्टः गुणधर्मः अलाश्रितः सन् अपि आदेशे नित्यमेव अतिदिश्यते अस्तु यथा क्वा प्रत्ययः कित् अस्ति अतः तत्स्थाने आदेशरूपेण विहितः ल्यप् प्रत्ययः अपि कित् भवति अतश्च प्रभूयोगः ल्यप् इत्यत्र अङ्गस्य गुणः ङिति च इत्यनेन निषिध्यते सत्यम् अत्र अत्र अधः तेर्यपिच्च इति सूत्रे पठतु महोदय तेर्यपिच्च इति सूत्रे विद्यमानम् अपि इति ग्रहणम् अस्य ज्ञापकरूपेण स्वीक्रियते शिप्रत्ययस्य स्थाने विहित हि आदेशः स्थानिवद्भावेन पित्त्वं स्वीकरोति परन्तु सः वस्तुतः अपि तिष्यते अतः अस्मिन् सूत्रे अपि इति विशिष्टं शब्दं शब्दः संस्थापितः इति अस्ति अत्र सेर्य अपिच्च किल अतः सेः सेर्य सि हि अपित् किल सि इति अस्य स्थाने हि आदेशः भवति तदपि अपित्वम् आरोपितं भवति सामान्यतया सिप् इति पित् प्रत्ययः परन्तु तत्र अपित्वम् आरोपितं भवति अनन्तरं हि इति आदेशः भवति तदपि ओ अस्तु ज्ञापकरूपेण अस्ति इदानीम् अवगतम् अल्लाशिरसन्नपि आदेशे नित्यम् अतिदिश्यते इति अस्तु गुणः निति च इत्यनेन निषिध्यते अङ्गस्य गुणः आम् सत्यं सत्यं तत्र ल्यप् इत्यत्र तु कित् अपि नास्ति ङित् अपि नास्ति कथम् आगतम् इत्युक्ते त्वा प्रत्ययः कित् अस्ति तस्य धर्मः आरोपितः अस्ति परन्तु वयं किं वदामः स्थानिवदादेशो अनल्विधिः एव वदामः, अल्विधिः नास्ति. परन्तु अत्र तु यदा वयम् इत्संज्ञकवर्णान् निष्कासयामः अल्विधिः भवति, यकारः एव अवशिष्यते किल, ल्यप् य अतः तत्र तस्य एव अपवादः, अपवादः इति न उक्तं परन्तु तस्य एव एक्सेप्शन् इति स्वीकरोतु. अध्यारोपितं भवति, अन्यथा एतत् कित् नास्ति, कित् नास्ति. आम् सत्यम्, आम् कित् नास्ति, कित्त्वम् आरोपितं भवति. सत्यम्, अलाश्रितः अस्ति एव. सन्नपि आदेश नित्यमेव अतिदेश्यते. समीचीनं, सम्यक् महोदय, अस्तु. आम् भवतः क्रमः एव महोदय. वेदे च विशेषः वर्तते, वेदे च विशेषः वर्तते. त्वा त्वापि त्वापित् छन्दसि, त्वापित् छन्दसि, त्वापित् छन्दसि इत्यनेन वेदे अनैपुर्यसमासे त्वा प्रत्यस्थाने विकल्पेन लेप् भवति, त्वापित् छन्दसि इति. अस्तु, त्वा त्वापि छन्दसि, अस्तु, त्वापि त्वापि छन्दसि इति तत् द्युत्तं भवति खलु तत्र ऋस्वस्य, तत्र ऋस्वात् परम् अस्ति चेत् तत्र उगागमं भवति अथवा अत एव त्वापि छन्दसि, त्वापि छन्दसि, त्वापि छन्दसि उगागमः, ऋस्वस्य तत्र सुखागमः, सत्यं सुगागमः. वेदे उपसर्ग अस्ति चेदपि वेदे उपसर्ग अस्ति चेदपि त्वा प्रत्ययः यथा कृष्णः कृष्णं वासो यजमानं परिधापयित्वा इति, परिधापयित्वा इत्यत्रापि परिधा परिधाप्य इति भवेत्, परिधापयित्वा इति प्रत्ययञ्चमकं प्रत्यर्थयित्वा प्रति अर्थयित्वा इति, अत्रापि त्वा प्रत्ययः अस्ति, प्रति इति उपसर्गः अस्ति इति कृत्वा तत्रापि प्रत्यर्थ्य इति भवेत्, प्रत्य अर्थः कुत्रापि न दत्तः, उदाहरणमेव दत्तं, कृष्णं वासो यजमानं परिधापयित्वा इति काठसम् इत्युक्ते कुत्र महोदय, तत् भवति काठसम् इति काटकसंहिता, संहिता वा, प्रत्यञ्चमर्थं प्रत्यर्पयित्वा, प्रत्यर्पयित्वा तदवद प्रत्यर्पयित्वा तत्र अर्पणं पुनः अर्पणं कृत्वा इति प्रत्यर्पयित्वा, अर्कम् इति प्र इति अस्ति, प्रत्य स इति अस्ति, अर्थयित्वा इति अस्ति, अर्थयित्वा इति अस्ति वा, परन्तु अत्र अष्टाध्यायी डाट् काम् मध्ये अर्पयित्वा इति अस्ति, तदेव तदेव समीचीनं भवति इति प्रत्यर्पयित्वा इति अर्थयित्वा इति प्रत्यञ्चम् अर्कम् अर्पयित्वा इत्येव भवति किल, प्रत्यञ्चम् अर्थं प्रत्यर्पयित्वा, तदपि किमपि संहिता शौ शौ संहिता शौनक शौनकसंहिता शौनक शौनकसंहिता वा, अस्तु अस्तु, अर्थः न दत्तः कुत्रापि, प्रत्यञ्चम् अर्कं प्रत्यर्थयित्वा इति तत्र एस् सि वासु मध्ये अस्ति, काशिकायां प्रत्यर्पयित्वा इति अस्ति, तत्र ओरिजिनल् द्रष्टव्यम्, उपसर्गे सति लेप्रत्यय अपि भवति तत्र, उद्धृत्य जुहोति इति वेदे अस्ति, तत्रापि धृदातु खलु, उद्धृत्वा इति धृदातु धृदातु, तर्हि तत्र ईडागमः भवति उद्धृत्वा इति वेदे तादृश नास्ति उद्धृत्य लेप् कुत्रचित् लेप् भवति कुत्रचित् तद् वैकल्पिकमेव किल त्वापि छन्दसि इति वैकल्पिकम् अपि च अतः त्वापि छन्दसि अतः तद् ल्यप् अपि भवति त्वापि भवति द्वयमपि साधु इति वदति तदपि पठतु महोदय एकमेव वाक्यम् अवशिष्टं वेदे समासाभावे अपि ल्यपः व्यवहारः लभ्यते यतः अर्च्य तान् देवान् गतः ओ अर्च्य अर्च्य अर्चित्वा अर्च्य अर्चित्वा इति भवेत् अत्र किमपि अव्ययं नास्ति अर्च इति अर्च्य तान् देवान् गतः इति अस्ति तत्र तत्र समासः समासः अपि नास्ति किमपि नास्ति तत्र अस्ति अर्च्य धातोः प्रायः अर्चित्वा इति भवेत् अर्चयित्वा किमपि अर्चित् धातुः देवान् गतः इत्येव समासः अपि नास्ति अतः त्वापि छन्दसि पूजां कृत्वा गतः सत्यम् अर्चयति अर्चयित्वा तद् न भवति समासभावे ल्यपः व्यवहारः एव लभ्यते समीचीनं तत्र त्वा भवति ल्यप् भवति विना अव्ययेन अपि विना नै अपि भवति समासे असमासे अपि भवति इति सत्यं सत्यं समीचीनं अस्तु विजया भगिनी अस्ति वा विजया भगिनी आं भगिनी पठामि ल्यप् प्रत्ययस्य विधानप्रक्रिया ल्यप् प्रत्यये लशकतटिति इत्यनेन लकारस्य ईतसंज्ञा हलन्त्यम् इत्यनेन पकारस्य ईतसंज्ञा तस्य लोपः इत्यनेन द्वयोः लोपः भवति अवशिष्यते या इत्येव ल्यप् मध्ये इदानीं ल्यप् प्रत्ययस्य स्वभावः किम् अस्ति चेत् यथा उक्तं ल्यप् प्रत्ययस्य कित्वं भवति इदानीमेव भवत्या उक्तं ल्यप् त्वा इति प्रत्ययस्य एव आगच्छति अतः अत्र अपि त्वा प्रत्ययस्य कित्वं ल्यप् अपि आरोपितमिति कित्वं भवति चेत् अत्र स्थानिवत् आदेशौ अनल्विधौ इति सूत्रेण यतोहि त्वा प्रत्ययस्य स्थाने आदिष्टः ल्यप् प्रत्ययस्य कित्वात् त्रीणि विशिष्टकार्याणि भवन्ति किं किं चेत् प्रथमबिन्दुः गुणनिषेधः भवति कित्वात् निति च इत्यनेन कित् प्रत्यय नित् प्रत्यये च परे गुणनिषेधः वृद्धिः अपि निषेधः भवति इति वयं जानीमः उदाहरणरूपेण वियोगः नी ल्यप् अस्ति निति च इत्यनेन कित्त्वम् अस्ति कित् प्रत्यये परे गुणनिषेधः अतः तत्र वर्णमेलनमेव ल्यप् मध्ये यकारः एव तिष्ठति अनुबन्धलोपानन्तरम् अतः तत्र विनीय इत्येव रूपं भवति गुणनिषेधक किणिनि च इत्यनेन इदानीं द्वितीयबिन्दुः अनिदितां धातूनाम् उपदायां नकारलोपः अनिदितां हल उपदायाः स्मिति इत्यनेन अनिदितां धातूनाम् उपदाभूतस्य नकारस्य लोपः भवति वियोगः द्वंस् ल्यप् भवति वियोगः अत्र अनिदितां हल उपदायात् निति इत्यनेन उपदायां भूतस्य नकारस्य लोपः अतः तत्र अनुस्वारः लोपः भवति अत्र नकारस्य स्थाने अनुस्वारस्य ययिपरसवर्णः न च पदान्तस्य जलि इत्यनेन उपदाभूतस्य भूतस्य स्थितस्य अनुस्वारः अत्र लोपः भवति अतः तत्र वियोगः द्वस् योगः य विद्वस्य इति भवति तादृशमेव निबन्ध अस्ति अनिदितं धातूनाम् उपदाय नकारः लोपः इति सूत्रेण नकारः लोपः भवति निबध्य निबध्य इति भवति अनन्तरं निर्योगः मन्त् योगः ल्यप् भवति मन्त् इत्यनेन इत्यस्य अनिदितां धातूनाम् उपदायं नकारः लोपः भवति अतः निर्योगः मत् योगः य अत्र वर्णमेलनेन निर्मथ्य इति रूपं भवति. अग्रे पठामि. अस्तु महोदय. सम्प्रसारणी धातूनां सम्प्रसारणम् सम्प्रसारणं भवति सामान्यसूत्रद्वयेन वचिस्वपि यजादीनाम् इति अनन्तरं ग्रहीजा वयि व्यधि वचि विच्छति पृच्छति पृच्छति बृजतीनां स्मिति च इति सूत्रेण सम्प्रसारणं भवति दीर्घ्यनः इत्यनेन. इदानीं ल्यप् प्रत्ययविधानार्थं धातूनां वर्गीकरणं वादिगणात् आरभ्य क्रयादिगणपर्यन्तम् अजन्तदातवः वादिगणात् आरभ्य क्रयादिगणपर्यन्तं हलन्तदातवः निच् निजन्तदातवः सन् प्रत्ययान्ताः यङ् प्रत्ययान्ताः क्यच् प्रत्ययान्ताः क्यङ् प्रत्ययान्ताः क्यच् प्रत्ययान्ताः दातवः एतत् सर्वाणि सन्नन्तप्रत्ययान्ताः. अत्र किम् अवधेयम् इत्युक्ते अग्रे गत्वा सर्वत्र प्रक्रियायां स्वाप्रत्ययः विहितः भवति. अनन्तरमेव अनै पूर्वसमासे सति ल्यप् परे समासे अनै पूर्वे त्वा ल्यप् इति सूत्रेण त्वाप्रत्ययस्य स्थाने ल्यप् प्रत्ययः विधीयते. सौकर्यार्थं प्रक्रियासु न प्रदर्श्यन्ते किन्तु तथा अस्ति सर्वत्र इति बोध्यम्. अन्यञ्च सर्वत्र मनसि भवेत् यत् ल्यप् इत्यस्मात् अनुबन्धलोपानन्तरं या एव अवशिष्यते इति. अत्र ल्यप् प्रत्ययविधानार्थं धातूनां पूर्वं सम्प्रसारणमस्ति. अत् एतत् धातूनां सम्प्रसारणविषये सूत्रं द्वयं भवति वचिस्वपि यजादीनां किति इति प्रथमम् अनन्तरं ग्रहीजा वै व्यधि वस्ति विचति वृच्छति पृच्छति बृजतीनां स्मिति च इत्यनेन सम्प्रसारणं भवति. अत्र इक् स्थाने यणः नास्ति, यणस्थाने इक् भवति, अतः तत्र यज्ञः इति सूत्रमपि कार्यं करोति. इदानीं ल्यप् प्रत्ययविधानार्थं धातूनां वर्गीकरणं भवति. किम् अस्ति चेत् वादि आरभ्य क्रयादिगणपर्यन्तम् अजन्तदातवः, अनन्तरं हलन्तदातवः अपि अस्ति, अनन्तरं निजन्तदातवः अस्ति निच् प्रत्ययं योजनेन, अनन्तरं सन्नन्तमपि अस्ति. सन्नन्तम् अत्र यङ् क्यप् क्यङ् क्यश् इति दातवः अपि प्रत्ययान्ताः रूपेण अत्र कार्यं कुर्मः इति अस्ति. अनन्तरं ल्यप् परे समासे अनै पूर्वे त्वा ल्यप् वयं सर्वे जानीमः. अत्र त्वा इत्यस्य प्रत्ययस्य स्थाने ल्यप् आदेशः भवति. अत्र त्वा प्रत्ययं कित्वत् भवति, अतः तत् तु ल्यप् मध्ये आरोपितं भवति. अतः ल्यप् अपि अत्र नित्वत् भवति इति तत्र दत्तं महोदय. सत्यं सत्यं सत्यं. यदा पूर्वं वयं दृष्टवन्तः तत्र कार्यत्रयं गुणनिषेधः अनिदितां धातूनाम् उपदायां नकारलोकः लोपः सम्प्रसारणकार्यम् इति कार्यत्रयं सर्वदा भवति ल्यप् मध्ये अपि. तत्र यदा उक्तं तत्र यद्यपि न प्रदर्शितं तदापि तत्र मनसि भवेत् समासे नै पूर्वे क्वो ल्यप् इत्यनेन स्वप्रत्ययस्य स्थाने अनै पूर्वे समासे सति ल्यप् भवति इति य एव तत्र अवशिष्यते. धन्यवादः भगिनी. अरुणा भगिनी अग्रिम. धन्यवादः महोदय. अस्ति वा अरुणा भगिनी? अस्तु महोदय, भवान् एव पठति वा? एकनिमिष. ल्यप् प्रत्ययस्य स्वभावः खलु ततः खलु. एकनिमिष. भुवादिगणात् आरभ्य क्रयादिगणपर्यन्तम् अजन्तदातूनां. भुवादिगणात् आरभ्य क्रयादिगणपर्यन्तम् अजन्तदातूनां ल्यप् विधानं ल्यप् विधानप्रक्रिया. आकारान्तदातवः एजन्तदातवः च. सामान्य आकारान्तदातूनां ल्यपि पदे किमपि कार्यं नास्ति. प्रयोग दायोग ल्यप् प्रधाय निधाय विमाय इति तत्र सर्वत्र अकारान्त धातु केवलं वर्णमेलनम् अस्ति इति अस्ति. एजन्तदातूनां जानीमः यत् आदेश आदेश उपदेश अशिति इति सूत्रेण सर्वे एजन्तदातवः आकारान्तः भवन्ति एव. शिप् प्रत्ययः परे नास्ति चेत् लेप् प्रत्ययः शित् नास्ति, अतः लपि परे एजन्तधातूनां धातूनाम् आत्वं भवति, अतः सामान्य एजन्तधातूनामपि लपि परे किमपि कार्यम् अस्ति, यथा वियोग धेयोग लेप् अत्र अनदेशे उपदेशे शिति इत्यनेन वियोग धायोग आत्वं भवति भवति, विधायोगय विधाय तथैव ग्लै इति विग्लाय, म्लै इत्यस्य विम्लाय, झै इत्यस्य अभियोग झै इति अस्ति अभिज्ञाय इति सर्वत्र आदेशे उपदेशे अशिति इत्यनेन एजन्तधातूनाम् आत्वं भवति, अनन्तरं सामान्यवर्णमेरणमस्ति। आदेशे उपदेशे अशिति इति वयं जानीमः एषः धातोः उपदेशे एजन्तस्य धातोः आत्वं न तु शिति, एषः धातोः आत् उपदेशे अशिति इति वयं जानीमः सामान्यसूत्रमस्ति आत् भवति अशिति। एतत् प्रसज्ञप्रसिच्छेद वा अशिति? आम्, तं बहुवारं वयं तस्य विषये चर्चितवन्तः किल, तदापि तद् भ्रमः एव। आम्, प्रायः प्रसज्य एव। आम्, प्रसज्य एव प्रायः। आम्, कुत्रचित् मातुः पुस्तके कुत्रचित् अस्ति एतद् डिफ्रेन्स्, प्रसज्य प्रतिषेधः पर्युदासप्रतिषेधः इति, अहमपि किञ्चित् अन्वेषणं कृत्वा तत्र कुत्रचित् स्थापनीयं, तद् बहुवारं पठितवन्तः, तदापि किञ्चित् भ्रमः एव भवति। तत्र अन्यत्रापि वयं दृष्टवन्तः, तत्र अत्र महोदयस्य करपत्रे पूर्वमपि दृष्टवन्तः प्रायः, तत्र नीलेश् महोदयस्य वर्गे अपि सः पाठितवान्, तत्र कुत्र पाठितवान् इति इदानीं न स्मरामि, प्रायः तत् पाशापाकपुस्तकस्य विषये वा किमपि, तदापि पाठितवान्, तदापि मम सर्वदा तद् भ्रमः भवति, प्रायः विषयः सम्यक्तया अन्तर्नः गतः, अतः एव पुनः पुनः तत् आगच्छति। अहं वदामि तत्र कुत्रचित् मया दृष्टं, तद् मातुः पुस्तके एव इति चिन्तयामि, पठितवन्तः, यद्यपि तद् तादृशं स्वीकुर्मः चेत् क्लेशः भवति, यङन्ते यङ् प्रत्यये परे किं भवति अत्र यथा झै इति भवति, तत्र झै धातु अस्ति, इदानीं तत्र प्रत्ययं यद्यपि एतत् किमस्ति अत्र अनैमित्तिक अस्ति, अशीति इति प्रसज्ञ अस्ति, परन्तु यदि कूर्मः तादृश कूर्मः चेत् तत्र चित् प्रत्यय आगच्छति चेत् पुनः तत्र वयं न कर्तुं शक्यते, पुनः चित् प्रत्यय भवति चेत् आयादेशः भवति खलु, तत्र चित् प्रत्यय भवति इदानीं, तथा अग्रे किं कः प्रत्ययः आगच्छति इति कृत्वा अनन्तरमेव करणीयम् इति तत्र वयं पठितवन्तः, यद्यपि प्रसज्य तत्र एव आसीत् प्रायः, तत्र तत् प्रत्ययं दृष्ट्वा एव करणीयम्, अनन्तरमेव ये तत् आत्वं करणीयम् इति, सत्यं सत्यं सत्यम्। अतः अत्र अकारान्तस्य एजन्तस्य आकारान्तस्य किमपि कार्यं नास्ति, केवलं वर्णमेलनमेव विशेष विशेष। अरुणा भगिनी आगतवती वा? आं भगिनि, क्षम्यतां भगिनि। आम्, तदा विशेष आकारान्तः पठतु, अनन्तरं समापयामः। विशेष आकारान्तदातवः सम्प्रसारणे दातवः, वेङ् धातुः, वेङ् धातुः सम्प्रसारणे अस्ति, ल्यप्रत्ययः यत् कित् अस्ति, अतः ल्यप्पि परे वचिष्वपि यजादीनां किति इत्यस्य सम्प्रसारणं भवेत्, परन्तु लपि च इत्येन लपि परे वेङ् धातोः सम्प्रसारणं न भवति। अधुना विशेषदातवः आकारदातवः उदाहरणमस्ति, सम्प्रसारणदातवः प्रथमम् अस्ति, अत्र वेङ् धातुः वयं जानीमः सम्प्रसारणं भवति किमर्थं चेत् लप् इति चित् प्रत्ययः अस्ति, सूत्रमस्ति वचिस्वपि यजादीनाम् इति सूत्रेण सम्प्रसारणं भवेत्, परन्तु अत्र नूतनसूत्रमस्ति ल्यपि च इत्यनेन लपि परे वेङ् धातोः सम्प्रसारणं न भवति। उदाहरणमस्ति प्रायुगः वेङ् युगः ल्यप् आदेश उपदेशे शुति इत्यनेन उपदेशे अप एजन्तस्य धातो आत्वं भवति प्रायोगः वा योगय वचिष्वपि यजादीनां किति इत्यनेन सम्प्रसारणकार्यं प्रसक्तम् अस्ति परन्तु लपिचा इत्यनेन लपि परे वेङ् धातोः सम्प्रसारणं निषिद्धं भवति प्रवाय इति रूपनिष्पन्नं भवति अत्र वेङ्धातुविषये जानीमः वेङ्धातु ल्यप्रत्यय कित् प्रत्ययः अस्ति कारणतः वचिस्वपि जादीनां इति सूत्रेण सम्प्रसारणं भवति तद्बाधकसूत्रमस्ति ल्यपिच्छा इति सूत्रेण सम्प्रसारं न भवति अतः प्रायुगवेङ्धातु युगल्यप् इङ् इति एत्सङ्गः अलन्तम् इति लोपः भवति वे अस्ति आदेशोपदेशेषुति इति सूत्रेण वेङ्धातुस्थाने एकारस्थाने आकार आदेशः भवति प्रायुगवायुगय अधुना वचिष्वपि यजादीनां किति इत्यनेन सम्प्रसारं प्रसक्ति अस्ति परन्तु लपिच्छा इति सूत्रेण तद्बाध्य सम्प्रसारणं न भवति ततः प्रवाय इति रूपनिष्पत्तिं भवति समीचीनमेव तदपि अतः एवमेव उपायोगवे युगलप् उपा वा लप् उपवा उपवाय तत्रापि न भवति वेङ् यदा ल्यप् अस्ति तत्र सम्प्रसारणं न भवति उपवाय इति तत्र ल्यपि च इति सूत्रं कुत्र अस्ति ल्यपि च इति सूत्रमेव पठतु भगिनि अन्यत् सर्वं तु वयं जानामि ल्यपि च ल्यपि च इति षष्ठ अध्याये एक प्रथमपादे पादे एकविं चतुर्विंशतमं सूत्रं वेङ् धातोः प्रसारणं न भवति ल्यपि परे सिद्धान्तकौमुद्यां वेङ्गौ ल्यपि सम्प्रसारं न स्यात् लपि सत्यम् अन्तं च अव्ययम् इति पदमिदं सूत्रं सम्प्रसारणं क्वः इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः न सम्प्रसारणे सम्प्रसारणम् इत्यस्मात् न इत्यस्य अनुवृत्तिः वेङ्गः इत्यस्मात् वेङ् इत्यस्य अनुवृत्तिः अनुवृत्तिसूत्रमस्ति यपि च वेङ् न सम्प्रसारणम् तदेव तद् लपि इति सूत्रं निषेधकसूत्रमस्ति तं वेङ् धातुतः सम्प्रसारणं न भवति ल्यप् परे सिद्धान्तकौमुदे अपि तदत्र वेङ् ल्यपि सम्प्रसारं न स्यात् इति सम्प्रसारणं न भवति वेङ् धातोः समीचीनम् अतः ल्यपि परे न भवति तावदेव तदेव मुख्य अवश्यम् अस्तु अद्य समापयामः अग्रिमसप्ताहे अपि सार्ध अष्टवादने एव 8:30 मिलामः अस्तु धन्यवादः धन्यवादः धन्यवादः धन्यवादः शुभरात्रि